अस्तु तर्हि सर्वेषां स्वागतम्। अद्यतनविषयः अस्ति समासः। एतावता अस्माकं कस्य अभ्यासः आरब्धः, तत्र च समासः चतुर्विधः इति ज्ञातः। प्रत्येकं समासस्य परिचयः अपि जातः, नाम अस्माभिः ज्ञायते एतावता यत् पूर्वपदप्राधान्यव्ययभावसमासः, उत्तरपदप्राधान्यतत्पुरुषसमासः, उभयपदप्राधान्यद्वन्द्वसमासः, अपि च अन्यपदप्राधान्य बहुव्रीहिसमासः, अपि च प्रत्येकं प्रकारस्य कानिचन उदाहरणानि अपि दृष्टानि तत्र कथायाम् अन्यत्र च। इदानीं किञ्चित् इतोपि गभीररीत्या परिशीलनं भविष्यति, अस्माकं करपत्रं पुरतः स्यात्, तत्र तत्पुरुषसमासः नाम्ना करपत्रम्। प्रथमसमासः यस्य अध्ययनं भविष्यति तत्पुरुषसमासः एव पुस्तके अपि, अत्र केवलं तत्पुरुषसमासः इति न, किन्तु प्रमुखतया अत्र तत्पुरुषसमासः इति विषयः। तर्हि आरभामहे, अत्र सुब्रह्मण्यं महोदय तत्र श्लोकं पठितुम् इच्छति वा? आं महोदय। द्वन्द्वो द्विगुरपि चाहं मद्गृहे नित्यमव्ययीभावः तत्पुरुषकर्मधारय केनाहं स्यां बहुव्रीहिः। अत्र आङ्ग्लभाषायां दत्तमस्ति, ऐ एम् ए मेरीड् मेन् द्वन्द्वः वित् ए मीज़ली टु कौस् द्विगुः इत्युक्ते ए पूर् मेन्, इन् मै हौस् होल्ड् देर् इस् नेवर् एनी मनी टु स्पेण्ड् अव्ययीभावः my good man, please do something. Tatpurusha karma dharaya, so that I can be a rich man. Bahuvrihi. Tadrushamatra prayaha. Padanam prayogaha. Tari shloke kim kim asti iti ekavaram? Shloke atra dvandvaha dviguhu api cha aham मद्गृहे नित्यमयी अव्ययीभावः तत्पुरुषः कर्मधारयः येन अहं स्यां बहुव्रीहिः। अत्र श्लोकं वदति अहं द्वन्द्वः द्विगुः अपि, मद्गृहे इत्युक्ते मम गृहे नित्यम् अव्ययीभावः अस्ति, तत्पुरुषः तस्मात् पुरुषः कर्मधारय इत्युक्ते अत्र कर्म करोतु इति, येन अहं बहुव्रीहिः स्याम् इत्युक्ते धनिकः भवामि इति, तादृश अर्थः। अत्र अव्ययीभावः इत्युक्ते धनं नास्ति यत्किमपि क्रेतुमिच्छामि वा कर्तुमिच्छामि वा, तस्य कृते धनं मम पार्श्वे नास्ति, अपि च अहं गृहस्थः अपि च मम पार्श्वे केवलं धेनुद्वयमेव अस्ति, अतः सः प्रार्थयते यत्किमपि कार्यं करोतु येन सः धनिकः भवेत् इति। बहु समीचीनमस्ति, तर्हि श्लोकः स्पष्टः स्यात्। अत्र अव्ययीभावः नाम अव्ययस्य भावः, अव्ययः अव्ययः, व्ययस्य क्षमता नास्ति इति कृत्वा अव्ययः, अव्ययस्य भावः चुय् प्रत्ययं कृत्वा तत्र अव्ययीभावः। अस्तु इति परिचयः, तत्र चतुर्प्रकारकः समासः इति अस्ति। तर्हि अग्रे लक्ष्मीभगिनी। संस्कृतभाषायां वाक्यार्थं शब्दक्रमस्य महत्त्वं नास्ति, कारणं ज्ञायते एव, शब्दाः विभक्तिसहिताः, अतः तेषां क्रियया सह सम्बन्धः निश्चितः। राजा धेनुं हस्तेन निर्धनाय गोष्ठात् गङ्गातीरे ददाति इत्यस्मिन् वाक्ये शब्दक्रमो यत्किमपि भवतु नाम अर्थो अवगम्यते अस्माभिः, अर्थः अवगम्यते अस्माभिः। अग्रे पठामि वा महोदय? अत्र किं किमस्ति इति? अत्र साधारणतया संस्कृतभाषायां शब्दक्रमस्य प्राधान्यता नास्ति, किमर्थं चेत् तत्र विभक्तयः सन्ति, अत्र शब्दाः विभक्तिसहिताः। यदि किं सुबन्तपदानि स्वीकुर्मः चेत् तत्र सप्तविभक्तयः सन्ति, अपि च सम्बोधनारूपमपि अस्ति। इत्युक्ते विभक्तिसहितपदानां सम्बन्धः क्रियया सह सर्वदा निश्चितः भवति। अत्र उदाहरणत्वेन एकं दीर्घं वाक्यं दत्तमस्ति, राजा धेनुं हस्तेन निर्धनाय गोष्ठात् गङ्गातीरे ददाति। अत्र अस्मिन् वाक्ये यद्यपि शब्दक्रमः निश्चितः नास्ति, इत्युक्ते अत्र प्रत्येकस्य पदस्य विभक्तिः निश्चितः, अत्र राजा प्रत्येकं पदस्य शब्दस्य पदस्य विभक्तिः निश्चितः, इत्युक्ते अत्र राजा इति प्रथमान्तं, धेनुं द्वितीयान्तं, हस्तेन तृतीया विभक्ति एकवचनरूपं, निर्धनाय षष्टि, गोष्ठात् पञ्चमी, गङ्गातीरे सप्तमी, अपि च तिङ्गन् निर्धनाय इति किमुक्तं? चतुर्थी ददाति क्रियापदम्। अत्र अस्मिन् वाक्ये पदानि इतस्ततः भवन्ति चेदपि तत्र अर्थः सम्यक् एव, वयं सम्यक्रीत्या एव अवगन्तुं शक्नुमः, इत्युक्ते शब्दक्रमस्य प्राधान्यता नास्ति, किमर्थं चेत् अत्र विभक्तिसहिताः पदानि, विभक्तिसहितानि, अतः शब्दक्रमः यत्किमपि भवतु नाम अर्थः अस्माभिः अवगम्यते सुलभतया। हा हा, सम्यक् अस्ति। तत्र प्रायः सम्यक् एव उच्चारितमस्ति, किन्तु तथापि स्मारयामि यत् यदि तत्र प्रधानता इत्यस्मिन् यकारः नास्ति, न उक्तवती खलु, तत्र प्रधानता, प्राधान्यं प्रधानता, तत्र यकारः आगच्छति यत् शञ् प्रत्ययः अस्ति, प्राधान्यं यं प्रधानता इत्यस्मिन् आगच्छति, प्रायः मम एव श्रवणस्य दोषः, किन्तु एवमेव वदामि। अत्र हा तत्र संस्कृतभाषायां शब्दाः विभक्तिबद्धाः, अत्र बन्धनमस्ति, बन्धनमिति वक्तुं शक्नुमः, तच्च बन्धनं कश्चन लाभः वस्तुतः। बन्धनम् इत्युक्ते प्रत्येकं शब्दस्य का भूमिका, किं कार्यम् इति निश्चितमस्ति, यत्र कुत्रापि वदामः, नाम प्रत्येकस्मिन् वाक्ये तत्र प्रत्येकमिति षष्ठी न भवति, किन्तु सप्तमी भवति। प्रत्येकस्मिन् वाक्ये वाक्ये शब्दः, कस्मिन्नपि वाक्ये प्रत्येकं शब्दस्य स्थानं यत्र कुत्रापि भवतु नाम तस्य अर्थः अवगम्यते, अर्थः भवति। अतः नाम ददाति धेनुं हस्तेन राजा निर्धनाय गङ्गातीरे गोष्ठात् इति तादृशमपि वदामः चेत् तत्र यद्यपि कश्चन परम्परागतः क्रमः स्यात् अस्ति च, ददाति क्रियापदम् अन्ते इत्यादिकं, यस्मात् अस्माकं सौलभ्यम् अस्ति, यदा तादृशक्रमः वर्तेत, किन्तु नास्ति चेदपि तत्र भ्रमः नास्ति, कस्यचित् सौलभ्यम् अवगमनार्थं सौलभ्यं न स्यात्, भवति एव, विशेषतः ये येषाम् अध्ययनं प्रवर्तमानमस्ति आरम्भे एव। अतः शब्दक्रमस्य तत्र परम्परागतः रीत्या परम्परागतरीत्या भवति चेत् ये आरम्भे सन्ति तेषां सौलभ्यमस्ति, किन्तु वस्तुतः महत्त्वं नास्ति इति शिक्षा. अस्तु, सम्यक् अस्ति. इदानीं सुकुमारः तत्र अग्रे. हा महोदय, परन्तु समासे तथा नास्ति. समासे विभक्तयः लुप्यन्ते. विभक्त्यभावे अपरेण माध्यमेन अर्थः अर्थो बुध्यते. समस्तपदे अन्तर्भूतानाम् अङ्गानां क्रमोऽत्यन्तं महत्त्वपूर्णः. अङ्गक्रमेण येषां परस्परः सम्बन्धः कः इति ज्ञायते. एक एव अपवादोऽस्ति द्वन्द्वसमासः. तत्र अङ्गक्रमस्य विकारेण अर्थो न परिवर्तते. राम श्यामदिलीपाः गच्छन्ति. श्यामदिलीपरामाः गच्छन्ति. हा, पूर्वस्मिन् वाक्ये तत्र अर्थक्रमः, तत्र पदक्रमः यत्किमपि भवतु, अर्थस्य अवगमनं भवत्येव, अपि च अर्थस्य परिवर्तनं न भवति इति अधीतं. किन्तु समासे तादृशं नास्ति. किमर्थम् इत्युक्ते समासे येषां ययोः पदयोः मध्ये समासः भवति, तत्र प्रथमं भवति तेषां विभक्त्यन्तानां लोपः. तदनन्तरमेव पुनः तेषां योजनं भूत्वा पुनः प्रत्ययः योजितः भवति इत्यतः तत्र केवलं समासं दृष्ट्वा तस्य अर्थः कः इति न वक्तुं शक्यते विभक्ति अभावात्. इदानीं तत्र भिन्नरूप भिन्नमाध्यमेन तेषाम् अर्थस्य ज्ञानं भवेत्. समस्तपदे अन्तर्भूतानाम् अङ्गानां क्रमः अत्यन्तं महत्त्वपूर्णः इति अस्ति. वाक्ये तु तादृशं नास्ति, किन्तु समस्तपदे क्रमस्य महत्त्वं निश्चयेन अस्ति इति. अङ्गक्रमेण येषां परस्परसम्बन्धः कः इति ज्ञायते इति सामान्यवाक्यमेव. तत्र किमपि न वक्तव्यमस्ति. एक एव अपवादः अस्ति इति. इदानीं द्वन्द्वसमासः इति समासेषु अन्यतमः. तत्र एव केवलं यत्किमपि क्रमः भवतु तस्य तस्य समस्तपदस्य अर्थस्य परिवर्तनं न भवति. उदाहरणार्थं श्याम राम श्याम दिलीपाः गच्छन्ति. रामश्च श्यामश्च दिलीपश्च इति त्रयः पुरुषाः. तेषाम् इतरेतर द्वन्द्वः भवति रामश्यामदिलीपाः इति. इदानीं प्रत्येकं पुरुषस्य गच्छति इति क्रियापदेन अन्वयः भवति इति कृत्वा तत्र श्यामदिलीपरामाः गच्छन्ति इति वदामश्चेदपि तत्र दोषः अर्थस्य अर्थे दोषः, नो चेत् परिवर्तनम् इति तादृशं किमपि न भवति. किन्तु द्वन्द्वसमासं विहाय अन्ये समासानां विषये तत्र निश्चयेन क्रमस्य महत्त्वम् अस्ति. क्रमं दृष्ट्वा एव तस्य अर्थः अवगन्तव्यम् इति. आमामां, तत्र अन्य अपि च समासानां तत्र समासं कर्तुं शक्नोति नापि कर्तुं शक्नोति. तर्हि पुनः वदतु. अन्य अपि च भवता उक्तम् अन्ये समासानां तत् समीकरोतु. अन्यसमासानां हा, अपि च तत्र व्यस्तप्रयोगः अस्ति चेत् अन्यानां समासानाम् इति भवति वा? न, अन्येषां, क्षम्यताम्, अन्येषां समासानां. हा, समीचीनं, यतोहि सर्वनामपदमस्ति. सत्यं सत्यम्, अन्येषां समासानां, सत्यं. हा, बहु सम्यक् अस्ति. अस्तु, तर्हि अत्र अङ्गक्रमेण येषां परस्परसम्बन्धः कः इति ज्ञायते. अन्यत्रापि तथा यथा आङ्ग्लभाषया तत्र शब्दक्रमस्य अतीवमहत्त्वम् अस्ति. इतस्ततः क्रमः भवति चेत् बोधः एव न भवति नितरां. सामान्यतया अपरेषु अपरासु भाषासु अपि तथा. हिन्दीभाषा तु किञ्चित् इतस्ततः भवितुमर्हति, किन्तु यया रीत्या संस्कृतं तथा न. यतोहि प्रादेशिकभाषासु सामान्यतया बहुत्र अस्ति यत् विभक्तिः शब्दस्य शब्दसंयुक्ता नास्ति. शब्दसंयुक्ता विभक्तिः अस्ति सर्वत्र, किन्तु विभक्तिः शब्दसंयुक्ता नास्ति चेत् अन्यत्र शब्दं स्थापयामः चेत् तत्र अर्थः नास्ति, स्पष्टः नास्ति इति अस्ति. एवमेव समासे अपि विभक्तेः अर्थः शब्दक्रमद्वारा अवगम्यते इति कृत्वा शब्दक्रमः समासस्य अन्ते समासस्य अन्ते तत्र शब्दक्रमः इतस्ततः भवति चेत् अर्थः भिद्यते. तत्र द्वन्द्वसमासः नास्ति चेत् अग्रे उदाहरणं द्रष्टुं शक्नुमः. तर्हि अग्रे गच्छेम. इदानीं विद्याभगिनी अग्रे. तत्पुरुषसमासः सामान्यः सप्तविध, कर्मधारयः नवविध, द्विगुः त्रिविध, नञ् प्रभृतयः पञ्चविध. इदानीम् अत्र तत्पुरुषसमासस्य विषये, तत्पुरुषसमासस्य प्रभेदाः. अत्र सामान्यतत्पुरुषसमासः, कर्मधारयः, द्विगुः, नञ् प्रभृतयः इति चतुर्धा विभज्यते. अत्र सामान्यतत्पुरुषसमासे पुनः सप्तविध, कर्मधारये नवविध, द्विगुः त्रिविध, नञ् प्रभृतयः पञ्चविध इति दत्तमस्ति. अग्रे तत्पुरुषसमासे अन्तिमपदस्य कश्चन सम्बन्धः वर्तते समस्तपदात् बहिः क्रियया सह. अन्तिमपदात् प्राक् यावन्ति पदानि सन्ति तेषां सम्बन्धो वर्तते केवलं समस्तपदस्य अन्तः. यथा सः नीलपक्षिणं पश्यति, पक्षिन् शब्दस्य गुरुत्वं भवति पदात् बहिः. नीलशब्दस्य गुरुत्वं केवलं पदस्य अन्तः. नीलपदस्य सम्बन्धो वर्तते पक्षिन् पदेन सह. समस्तपदात् बहिः क्रियया सह अन्वयो नैव विद्यते. अतः समस्तपदात् बहिः अन्तिमपदस्य महत्त्वम्. ऐ टुक् दि हार्स् कार्ट् इत्यस्मिन् वाक्ये अहं शकटं स्व्यकरं करवम्. ऐ टुक् द कार्ट् हार्स् इत्यस्मिन् वाक्ये अहम् अश्वम् एव आनयं न तु शकटम्. तर्हि अत्र तत्पुरुषसमासस्य विषये वयं पूर्वम् अधीतवन्तः. तत्पुरुषसमासे उत्तरपदस्य प्राधान्यम् अस्ति इति वयं जानीमः. तर्हि उत्तरपदस्य एव सम्बन्धः भवति समासात् बहिः, समस्तपदात् बहिः क्रियया सह उत्तरपदस्य सम्बन्धः भवति, अन्वयः भवति. तर्हि समस्तपदे यानि पदानि सन्ति अत्र तेषां सम्बन्धः समासस्य अन्ते एव भवति, न तु समासस्य बहिः. इत्युक्ते तेषां यदि अत्र पदद्वयम् अस्ति तर्हि पूर्वपदस्य सम्बन्धः उत्तरपदेन सह भवति, न तु समासात् बहिः क्रियापदेन सह. अत्र उदाहरणमस्ति यथा सः नीलपक्षिणं पश्यति इति उदाहरणम्. अत्र नीलपक्षिणम् इति एव समस्तपदं. तर्हि अत्र नीलपक्षिणम् इति समस्तपदे नीलपक्षिणं पक्षिन् इति शब्दस्य महत्त्वमस्ति. तस्य एव अन्वयः भवति क्रियया सह. पक्षिणं पश्यति इति तादृश अन्वयः भवति. पक्षिणमेव उत्तरपदमस्ति, उत्तरपदस्य प्राधान्यं, तस्य एव क्रियया सह अन्वयः. अतः अत्र तत्पुरुषसमासः इति उच्यते. नीलशब्दः इत्यस्य अन्वयः पश्यति इति क्रियापदेन सह न भवति. नीलशब्दः पूर्वपदं, तस्य अन्वयः पक्षिणः इति शब्देन सह एव भवति, न तु समासात् बहिः. अतः अत्र उत्तरपदस्य प्राधान्यम् इति उच्यते, यतोहि तस्य एव क्रियया सह अन्वयः भवति. अपि च अत्र अन्यत् उदाहरणमस्ति. ऐ टुक् दि हार्स् कार्ट् इत्यस्मिन् अश्वशकटम् इति अस्ति. अश्वशकटम् इति वाक्ये इति समस्तपदे अत्र शकटमेव अहं स्वीकरोमि इति कृत्वा अत्र शकटम् इति उत्तरपदस्य प्राधान्यं, तस्य एव अन्वयः भवति क्रियया सह. अतः अत्र उत्तरपदप्राधान्यं तत्पुरुषसमासः इति उच्यते. अत्र अश्व इति पदस्य अन्वयः शकटम् इति पदेन सह एव, न तु स्व्यकरवम् इति पदेन सह अश्व इति पदस्य अन्वयः नास्ति. अत्र उत्तरपदप्राधान्यम् इति उच्यते. एवमेव अत्र तदेव वाक्यम् अत्र शकटम् अश्व इति विपरीतरीत्या वदामः चेत् तत्र इदानीं अश्वं स्वीकरोमि इत्यस्मिन् अर्थे इदानीम् अश्व इति पदस्य एव अन्वयः भवति स्व्यकरवम् इति पदेन सह. अत्र पुनः उत्तरपदप्राधान्यम्, अत्र शकटम् इति पदस्य अन्वयः केवलम् अश्व इति पदेन सह भवति, अतः अत्र पुनः उत्तरपदप्राधान्यम् इति कृत्वा तत्पुरुषसमासः. बहु समीचीनमस्ति. तत्र द्वितीय भवती कृतवती संस्कृतेन, बहु सम्यक् अस्ति. इदानीं द्वितीयसमासं कथं स्यात् पुनः वदतु कृपया. द्वितीयसमासम् अत्र अश्वस्य शकटम्, अश्वस्य शकटं न शक प्रथमम् अश्वस्य शकटं, द्वितीयमस्ति शकटम् अश्वं न शकटस्य शकटस्य अश्वः इति मिलित्वा किं भवति? शकटस्य अश्वः शकट अश्वः शकटाश्वः शकटाश्वः हा सन्धिं कृत्वा शकटाश्वः. सम्यक् अस्ति. तत्र समासे सन्धिः नित्या. तर्हि शकटाश्वः इति चेत् तत्र अश्वः इति विषयः अस्ति अस्माकं. बहु सम्यक्तया उक्तम् अस्ति भवत्या. अपि च अश्वशकटः इति अस्ति चेत् तत्र शकटः इति विषयः. एवमेव नीलपक्षी, तत्र नीलपक्षी गच्छति. अत्र पक्षी गच्छति, न तु नीलवर्णः, नीलरूपं नीलवर्णः तत्र गच्छति इति नास्ति. अत्र पक्षी कीदृशः इति प्रश्ने सति, स च पक्षी नीलः इति अनन्तरं वक्तुं शक्नुमः यत् नीलः गच्छति. तत्र नीलः गच्छति इति वदामः चेत् तत्र नीलरूपं गच्छति इति न अर्थः खलु. तत्र यः पक्षी नीलः अस्ति सः गच्छति इति कृत्वा, यद्यपि अत्र विशेषणविशेष्यभावः यत्र अस्ति तत्र विशेषणस्य अर्थः तत्र विशेष्यम् इति स्वीकर्तुं शक्नुयामः, किन्तु वस्तुतः आधारः अस्ति पक्षी, न तु नीलः. केवलं नीलस्य अर्थम् इति स्वीकुर्मः चेत् तत्र नीलवर्णः नीलरूपम् इति कृत्वा अत्र पक्षिन् इति पक्षिशब्दस्य प्राधान्यमस्ति. स्पष्टं खलु? अस्तु, अग्रे गच्छेम तर्हि. अधुना बालसुब्रह्मण्यं वदतु अग्रे. तत्पुरुषस्य परिशीलनम् अन्तात् आरभ्यताम्, यतः अन्तिमपदं प्रम् दीर्घसमस्तपदं चेदपि चिन्ता नास्ति एव यदि तथा कुर्मः. जनकतनया स्नानपुण्योदकम्, अत्र उदकम् इत्युक्ते जलं प्रमुखं, कीदृश उक्तं कीदृश उदकम् इति अस्माभिः बोध्यम्. पुण्यम् उदकं, कथं पुण्यं? स्नानेन. कस्य स्नानेन? जनकस्य तनयायाः. तर्हि जनकस्य तनयायाः स्नानेन पुण्यम् उदकम् इति विग्रहवाक्यम्. अत्र तत्पुरुषस्य परिशीलनं साधारणतया अन्तात् आरभ्यताम्, यतोहि अन्तिमपदं प्राधान्यं प्रमुखम् इति कारणात्. अस्मिन् पदं दीर्घसमस्तपदं यद्यपि अस्ति चिन्ता नास्ति, यतोहि एवं कुर्मः चेत् दत्साधुः एव भवेत्. उदाहरणरूपेण जनकतनया स्नानपुण्योदकम् इति समस्तपदमस्ति चेत् दीर्घपदम्, अत्र उदकम् इति वार्ता प्रमुखं, जलम् इति वार्ता प्रमुखम्. तदनन्तरं कीदृशम् उदकम् इति प्रश्नः स्थापयति चेत् अस्माभिः बोध्यं पुण्यमुदकम् इति उत्तरं कृत्वा अर्थं स्पष्टं भवेत्। कथं पुण्यम् इति प्रश्नस्य स्नानेन पुण्यम् इति उत्तरम्। कस्य स्नानेन? जनकस्य तनयायाः स्नानेन। तर्हि जनकस्य तनयायाः स्नानेन पुण्यम् उदकम् इति विग्रहवाक्यम्। अस्तु, बहु सम्यक् अस्ति। तर्हि इतस्ततः कुर्मः चेत् तत्र अर्थभेदः भविष्यति खलु, नाम तत्र यथा जनकतनया स्नानपुण्योदकम् इत्यस्य स्थाने तनया जनकस्नानपुण्योदकम् इति भवति चेत् किम्? अर्थः अस्ति किन्तु अर्थान्तरमस्ति खलु। तनयायाः जनकस्य स्नानमस्ति, तत्र जनकस्य स्नानं न तु तनयायाः, विपरीतार्थं भवति। हा, पुनः तत्र स्नानं, तत्र पुण्यस्नानमिति, तत्र स्नानमिति शब्दः अन्ते भवति चेत् तत्र स्नानमिति, तत्र उदकं सम्पूर्णरीत्या शब्दस्य अर्थः उदकं, तत्र कीदृशम् उदकम्? इदानीं स्नानशब्दः अन्ते स्थापयामः चेत् तत्र स्नानमिति एव अर्थः अस्ति, न तु उदकम्। स्पष्टं खलु? अतः किन्तु तत्र व्यस्तप्रयोगः अस्ति चेत् नाम जनकस्य तनयायाः स्नानेन पुण्यम् उदकम् इति वदामः चेत् तत्र क्रमः यः कोऽपि भवतु, नाम तत्र समस्या नास्ति। अस्तु, सम्यक् अस्ति। तर्हि सरला भगिनी किं महोदय, अत्र लीना भगिनी अपि अस्ति, दृष्टं मया, भगिनी स्वागतं, दृष्टं मया, अवश्यम् अवश्यम् अवश्यम्। समासस्य रूपम् अन्तिमपदस्य स्वस्य सामान्यविभक्तिसहितरूपं भवति, तद् वर्जयित्वा अवशिष्टानां पदानां प्रातिपदिकरूपम् अथवा प्रातिपदकस्य विकृतरूपं, यथा राजन् इत्यस्य राज इति साधारणनियमः। येषाम् अवशिष्टपदानां विभक्तिः वचनं च अवगम्यते वाक्यस्य सन्दर्भेन। यदा समास निर्माणं भवति तस्य रूपं द्रष्टव्यं। तस्य अन्तिमपदस्य, समासस्य अन्तिमपदस्य या विभक्तिः अस्ति तस्य क्रियायाः सह अन्वयं भवति, किन्तु समासस्य अन्तः ये यानि पदानि सन्ति तेषां विभक्तिलोपः भवति, केवलं प्रातिपदिकरूपम् अस्ति वा केन कश्चित् शब्दान् प्रातिपदकस्य शब्दानां विकृतिरूपम् अस्ति, यथा राजन् शब्दस्य राजन् इति समस्ते पदे उपयोज्यं न भवति, केवलं राज भवति, नकारस्य तस्य अवगमनं निवेशनं न भवति समस्तपदे इति साधारणनियमः अस्ति। अवशिष्टपदानां विभक्तिवचनम् अवगम्यते वाक्यं सन्दर्भेन। सो केवलं प्रातिपदक दत्तम् अस्ति समासपदे, तस्य अर्थं विभक्ति वा लिङ्ग विभक्ति वा वचनं वाक्यस्य सन्दर्भ आधारेण अवगमनं भवति. अस्तु, बहु सम्यक् अस्ति. एतावता अस्माभिः यद् दृष्टं तस्य सर्वस्य दर्शनेन अन्तिमबिन्दुः स्पष्टः. तत्र शब्दक्रमः अपेक्षितः समासे, तत्र यतोहि विभक्तेः लोपः जातः अस्ति. अस्तु, तर्हि इदानीम् अग्रे राजेन्द्रमहोदय अग्रे. आम् महोदय. कर्मधारीसमासस्य लक्षणं समान अधिकरणीयं. समानम् अधिकरणम् इत्यस्य अभावः समान अधिकरणीयम् इति. समानाधिकरणीयम्. आम् महोदय. समानाधिकरणीयम् इति नाम समासे पदद्वयम् अस्ति चेत्, तयोः समानः आधारः अस्ति चेत् तर्हि समानाधिकरणीयम् अस्ति. समानः आधारः इत्यस्य कृते समानविभक्तिकत्वम् अपि अपेक्षते. एकार्थबोधकत्वम् अपि अपेक्षते. कर्मधारयसमासस्य लक्षणम् अस्ति सामान अधिकरणीयं. तत्र तत् यत्किमपि पदानि तत् सन्ति कर्मधारयसमासे, तत् लक्षणम् अस्ति सर्वेषां कृते सामान्य अधिकरणीयम् अस्ति इत्यस्य समानं तत् इत्युक्ते तत् समानम् अधिकरणम् अस्ति इति भावः, इत्यस्य भावः समान अधिकरणीयम् इति. नाम समासे पदद्वयम् अस्ति चेत् तयोः समानः आधारः अस्ति. यदि समासे यथा पदद्वयम् अस्ति चेत् तत्र समानः आधारः अस्ति, तत् समान अधिकरणीयम् अस्ति, तत् तर्हि समान अधिकरणीयम् अस्ति, तत् समान अधिकरणीयं वदामः. समानः आधारः इत्यस्य कृते समानविभक्तिकत्वम् अपि अपेक्षते. तत्र कर्मधारयसमासे यथा समान अधिकरणीयं यथा अस्ति, तत्र पदद्वयं तत्र अस्ति, तत्र तेषां विभक्तिकत्वं समानः अपेक्षते. एकार्थबोधकत्वम् अपि अपेक्षते. एकार्थबोधकत्वम् इत्युक्ते एकमेव अर्थः न आम् एकमेव अर्थः बोधकत्वम् अपि तत्र अपेक्षते. यथा दशरथमहाराजो महाहस्तिनं महान् महावने हन्ति. दशरथो महान् राजा महानतं हस्तिनं मैत्रीवने हन्ति. दशरथः महान् राजा महानतं हस्तिनं महत्वनम्. तत् उदाहरणत्वेन तत् वाक्यम् अस्ति. दशरथमहाराजो महाहस्तिनं महावने हन्ति. तस्मिन् वाक्ये विग्रहवाक्यमस्ति. दशरथो महान् राजा महान्तं हस्तिनं मैत्रीवने हन्ति. अत्र पुनः च तत्र पश्यामः, प्रत्येकं समस्तपदं पश्यामः चेत् तत् दशरथमहाराजो तत् दशरथः महान् राजा तत्र समानविभक्तिकृतं तत्र अस्ति. तत् महान्तं हस्तिनं तत् समानविभक्तिकृतम् अस्ति. तस्मिन् महाहस्तिनं यथा वाक्यं पदम् आसीत् तत्र महान्तं हस्तिनम् अस्ति. महावने महत्वनं तत्रापि तत् समानविभक्तिकृतम् अस्ति. तत्र कर्मधारयसमासस्य उदाहरणानि सन्ति. तत्र यत्र कुत्रापि समस्तपदं भवति कर्मधारयसमासः, तत् यत्किमपि पदानि तत्र सन्ति कर्मधारयसमासे, तेषां समानविभक्तिकृतम् अस्ति. तर्हि अपि च तत्र समानाधिकरणे वदामः. तत्र अग्रे किं लिखितमस्ति? दशरथः महान् राजा, एषां शब्दानां समानविभक्तिकत्वम् अपि अस्ति. प्रथमाविभक्तिः एकार्थबोधकत्वम् अपि अस्ति. राजा तत्पुरुषसमासस्य लक्षणं न तदग्रे इति न, इति इदानीं समाप्यते खलु बिन्दुः. आम् दशरथः महान् राजा, एषां शब्दानां समानविभक्तिकत्वम् अस्ति. तत् सर्वे तत्र प्रथमाविभक्तिः सन्ति, दशरथः महान् अपि च राजा समानविभक्ति कृतम् अस्ति, तत्र सर्वे प्रथमाविभक्तिः सन्ति, एकार्थबोधकम् अपि अस्ति राजा। तत् महोदय कं कथम् राजा आवरणे अस्ति एकार्थ किं प्रश्नः कः? एकार्थबोधकत्वम् अपि अस्ति राजा इत्युक्ते राज्ञः विषये एव समस्तमस्ति, दशरथः राजा महान् राजा महान् राजा एवं वा? आम् महान् कः? राजा। राजा दशरथः कः? राजा। राजा अस्तु अस्तु आम् इति कृत्वा तत्र पश्यामः यत् दशरथमहाराजो अथवा दशरथमहान् महाराजः इति प्रथम वाक्ये प्रथमभक्तो अस्ति। इदानीं पुनः समासः तत्र दशरथः महान् राजा इति पदत्रयमपि प्रथमभक्तौ इति कृत्वा कर्मधारी अनेन जानीमः यत् इदं पदं कर्मधारीसमासः अस्ति। इदानीं महाहस्तिनम् इति महान्तं हस्तिनं द्वितीयविभक्तौ महान्तं हस्तिनं द्वितीयविभक्तौ अस्ति, महान्तमपि तथा हस्तिनमपि तथा इति कृत्वा कर्मधारीसमासः। इदानीं महान् हस्ति इति वदामः चेत् तत्र महत् हस्ति इति महत् हस्ति इति वदामः चेत् तत्र महत् इत्युक्ते हस्ति इति कृत्वा तत्र समान तत्र समानविभक्तिकत्वम् अस्ति, एकार्थबोधकत्वमपि अस्ति, द्वयोः पदयोः अर्थः समानः। अपि च महति वने महति इति सप्तमीविभक्ति विभक्तौ अस्ति, वने अपि तथा, अपि च महत् वनम् इति प्रथमाविभक्तौ पश्यामः चेत् तत्र सुलभ्यमस्ति अवगमनार्थं यत् महत् इत्युक्ते किं वनं, महति वने इति अस्मिन् उपवाक्ये तत्र महति इत्युक्ते वने, अतः कर्मधारीसमासः अस्ति। अस्तु इति एकमस्ति, नाम तत्र अत्र कश्चन विषयः अस्ति यत् तत्पुरुषसमासे तत्र सामान्यतत्पुरुषसमासः अस्ति, कर्मधारीसमासः अस्ति, उभयत्र उत्तरपदप्राधान्यमस्ति, किन्तु अत्र भेदः कः इति प्रश्नः। आरम्भे विद्याभगिनी पठितवती यत् तत्पुरुषसमासः तत्र सामान्यः अस्ति, कर्मधारीयः अस्ति, द्विगुः अस्ति, नञ्प्रभृतयः अस्ति इति कृत्वा चतुर्विधः तत्पुरुषसमासः, पुनः प्रत्येकं प्रकारस्य विभिन्नभिन्न प्रकाराः सन्ति, किन्तु सामान्यसप्तविधः इति कृत्वा प्रथमतत्पुरुषसमासः द्वितीयतृतीयचतुर्थ तत्र प्रथमपदस्य पदद्वयमस्ति चेत् पूर्वपदस्य का विभक्तिः आसीत्, का विभक्तिः लुप्ता जाता इति कृत्वा द्वितीयतत्पुरुषसमासः तृतीयतत्पुरुषसमासः। अत्र पश्यामः तत्र उपरितने वाक्ये कुत्र आसीत् जनकतनया स्नानपुण्योदकं, जनकस्य तनया इति षष्टितत्पुरुषसमासः, तनयायाः स्नानम् इति पुनः षष्टि, किन्तु स्नानेन पुण्यम् इति तत्र तृतीयतत्पुरुषसमासः, यतोहि तृतीया विभक्तिः लुप्ता जाता। इदानीं पुण्यम् उदकम् इति तत्र कर्मधारीसमासः अस्ति, समानविभक्तिकत्वम् अस्ति। अस्तु तर्हि प्रथमतया अस्माभिः परिशीलितमस्ति इदानीं सामान्यान्तीकरणीयं कर्मधारीसमासे। इदानीम् अग्रे अस्तु लीना भगिनी पठितुमिच्छति वा? आम् पठामि। तत्पुरुषसमासस्य लक्षणम् असामानाधिकरण्यं रामस्य दूतः रामदूतः निद्रया बाधितः निद्राबाधितः. तत्पुरुषसमासस्य लक्षणं सामान्यतया तस्य अधिकरणं समानं नास्ति, असमानम् अस्ति, अतः तस्य लक्षणम् असामानाधिकरण्यम्. उदाहरणत्वेन रामस्य दूतः, अत्र रामस्य इति षष्ठी विभक्ति, अतः कस्य दूतः? रामस्य दूतः. अतः अधिकरणं तस्य विभक्ति भिन्नम् अस्ति. निद्रया बाधितः निद्राबाधितः इति उदाहरणे अपि निद्रया इति तृतीया विभक्ति. कया बाधितः इति प्रश्नः अस्ति चेत् निद्रया इति तृतीया तस्य साधनं करणम् अस्ति, अतः तृतीया विभक्तिः तया वयम् अर्थम् अवगन्तुं शक्नुमः. अतः तत्पुरुषसमासस्य लक्षणम् असामानाधिकरण्यम् इति उक्तम्. बहु समीचीनमस्ति भगिनि. वा तर्हि अत्र पश्यामः यत् रामस्य दूतः इत्यस्मिन् वाक्ये तत्र रामः इत्युक्ते दूतः इति तु नास्ति खलु. पुनः निद्रया बाधितः निद्रा इत्युक्ते बाधितः इति नास्ति इति. अतः यत्र सामानादिकरण्यमस्ति तत्र सामानादिकरण्यम् इत्युक्ते सुन्दरः बालकः, तत्र सौन्दर्यं बालके. अतः तत्र बालकत्वं बालकः इत्यस्य तत्र बालकत्वमिति अर्थः, सुन्दरशब्दशब्देन सौन्दर्यमिति अवगच्छामः. तत्र बालकत्वं सौन्दर्यं द्वयोः अधिकरणमस्ति बालकः एव इति कृत्वा आधारः द्वयोः पदयोः समानः. सुन्दरः बालकः एकार्थबोधकत्वमपि अस्ति, समानविभक्तिकत्वम् अस्ति. अत्र किन्तु यथा भवती पठितवती अत्र तथा नास्ति. अस्तु, बहु सम्यक् अस्ति. अग्रे अपि पठामि वा? इदानीं पुष्पा भगिनी अपि न पठितवती इति कृत्वा भगिनी पठितु अपि पुष्पा. अग्रे पुनः भविष्यति अवश्यं. पुष्पा भगिनी, भगिनी अस्ति आसीत्. अस्तु तर्हि सर्वे कृतवन्तः. पद्मा भगिनी अस्ति? आं महोदय, पठामि वा? आम्. कर्मधारयसमासः तत्पुरुषसमासश्च विशेष्यं विशेषणं वा? कर्मधारयसमास अत्र तत्पुरुषसमासश्च सम्बन्धं विशेष्य विशेषभाव विशेषणभाव भावेन अस्ति. अत्र प्रश्नः अस्ति, कर्मधारयसमासः तत्पुरुषसमासश्च विशेष्यं विशेषणं वा? अत्र प्रश्नः विशेषणभावेन कुत्र अस्ति, अत्र प्रश्न उदेति. समासः तृतीया तत्पुरुषः नृपोक्त विग्रहवाक्यं नृपेण उक्तः. नृप अर्थं राजा, राजेन उक्तम्. अत्र विग्रहवाक्यं नृपेण उक्तः इति विशेषणं. उक्तस्य विशेषणं नृपेण अस्ति. किमिति नृपेण अस्ति वादनस्य सम्बन्धं रूपेण अस्ति. अत्र विशेष्यम् उक्तं विशेषणं रूपेण. अत्र वार्ता अस्ति यत् कुत्रचित् तत्पुरुषसमासः विशेषणं भवति, कुत्रचित् विशेष्यं भवति. अपि च कर्मधारयसमासः अपि तथा. तर्हि अस्माभिः अवगन्तव्यमस्ति यत् यत् पदं निष्पन्नमस्ति अस्माभिः यदा अस्माभिः समासः सिद्धः निर्मितः, तदानीम् इदं पदं विशेषणं वा विशेष्यं वा इति प्रश्ने सति तृतीया तत्पुरुषसमासः इति सामान्यतया विशेषणं. तत्र नृपेण उक्त अत्र पदस्य अन्तिमभागः उक्तः उक्ता उक्तम् इति न स्थापितमस्ति, यतोहि त्रिषु लिङ्गेषु भवितुमर्हति, यतोहि विशेषणमस्ति. नृपेण नृपेण उक्तं नृपोक्तं वाक्यं नृपोक्ता कथा खलु. तत्र नृपोक्तः प्रश्नः इति त्रिषु लिङ्गेषु भवति इति कृत्वा अत्र नृपे यत्र क्तान्तशब्दः क्तान्तरूपम् उक्त इति क्तप्रत्ययः अन्ते भवति सामान्यतया तत्पुरुष तृतीयत्पुरुषः नाम कृतं का तत्र पुरुषकृतं कार्यम्. अत्र विग्रहवाक्यं वदतु भगिनि. पुरुषेण कृतं कार्यम् बहु सम्यक् अस्ति. सामान्यतया यत्र क्तान्तरूपम् अस्ति तत्र समस्तपदस्य अन्ते सामान्यतया तृतीयतत्पुरुषसमासः अस्ति, अपि च तत्पदं विशेषणं द्वितीयं पठतु षष्ठी. षष्ठी तत्पुरुषः नृपवचनम्. अत्र नृपश्च वचनम् अत्र विशेष्यमस्ति. कस्यचिदपि विशेषणं न भवति अत्र. नियतलिङ्गशब्दः अस्ति वचनमिति नपुंसकलिङ्गे इति कृत्वा त्रिषु लिङ्गेषु न भवति खलु. नृपस्य वचनं नृपवचनं तत्र ल्यूट् इति प्रत्ययः अस्ति, उपरि क्त इति प्रत्ययः अस्ति. वचनम् उक्त इति अर्थभेदेन तत्र विशेषणं विशेष्यमिति अस्माभिः अवगम्यते. तत्र तादृशभेदः अस्ति. अस्तु बहु सम्यक् अस्ति. तर्हि एतत् सर्वं बहु महत्त्वपूर्णमस्ति, अतीवमहत्त्वपूर्णमस्ति. नाम कुत्र शब्दः विशेषणमस्ति, कुत्रचित् कुत्र विशेष्यम्. अस्तु तत्र सुब्रह्मण्यं तत्र अग्रे कृपया. कर्मधारय तुङ्गवृक्षः. तुङ्गो वृक्षः विशेष्यं. पुनः कर्मधारय वृक्षतुङ्ग. वृक्ष इव तुङ्ग विशेषणम्. इदानीमत्र कर्मधारय समस्तपदं कर्मधारयसमासः अस्ति. तर्हि अत्र कुत्रचित् विशेष्यं भवति, कुत्रचित् विशेषणं भवति. प्रायः विग्रहवाक्यं दृष्ट्वा एव वक्तुं शक्नुमः अत्र विशेषणं वा विशेष्यं वा इति. अत्र एकम् उदाहरणमस्ति तुङ्गवृक्षः. अत्र तुङ्गवृक्षः तुङ्ग इत्युक्ते प्रायः अत्र उन्नत इत्यस्मिन् अर्थे तुङ्गः वृक्षः. अत्र विशेष्यम् अस्ति इति दत्तमस्ति, इत्युक्ते उन्नतवृक्षः. अत्र वृक्षः उन्नतः प्रायः अत्र वृक्षः इति विशेष्यं. पुनः अत्र वृक्षतुङ्गः इति इत्युक्ते वृक्ष इव तुङ्गः. तत्र तु अत्र कस्यचित् विशेषणं भवति, प्रायः पुरुषः वृक्षतुङ्गपुरुषः तादृश अर्थः भवितुमर्हति. प्रायः सः वृक्ष इव तुङ्गः अस्ति पुरुषः इति भूत्वा वृक्ष इव तुङ्गः अत्र विशेषणं भवति पुरुषशब्दस्य. बहु समीचीनमस्ति. अत्र च नाम सत्यमेव, केवलं विग्रहवाक्यस्य दर्शनेन इति सर्वदा तथा नास्ति. नाम तत्र तुङ्गवृक्षः इति विशेषणं प्रायः नास्ति खलु. तत्र तुङ्गवृक्षः तुङ्गवृक्षः इति विशेष्यमस्ति किन्तु वृक्षविषये अस्ति इति नाम पुनः वाक्यमपि द्रष्टव्यमस्ति. विग्रहवाक्यम् अपेक्षितमिति नास्ति, किन्तु अत्र तत्र बहुभिः समासाः अपि भवितुमर्हति स्म, तदानीं विशेषणं भविष्यति. बहुव्रीहि समासः यदि स्यात् तुङ्गवृक्षः इति, यदि अयं वृक्षः काचन महिला अस्ति, तस्य गृहे गृहात् बहिः कश्चन वृक्षः अस्ति, अतः स च वृक्षः महिलायाः अस्ति, तर्हि तुङ्गवृक्षः यस्याः सा इति कृत्वा तुङ्गवृक्षः गच्छति इति तादृशं भवितुमर्हति स्म. किन्तु अत्र सामान्यतया नाम बहुव्रीहि समासः नास्ति चेत् अत्र विशेष्यं भवेत्. वृक्षः इति नियतलिङ्गशब्दः अस्ति, सामान्यविशेषणपूर्वकर्मधारीसमासः तुङ्गवृक्षः. अपि च द्वितीयवाक्ये तुङ्ग इति विशेषणम् उत्तरपदं जातमस्ति इति कृत्वा तत्र दर्शनेन प्रायः अवगन्तुं शक्नुमः यत् विशेषणं स्यात् इति. महोदय, अत्र पूर्वम् अत्र नृपेण उक्त इति विशेषणम् उक्त इति पदं नृपेण नृपोक्त इति विशेषणं, तर्हि अत्र विशेषणम् अस्ति अन्यपदार्थस्य कृते, परन्तु कर्मधारे समासे तु विशेषणविशेषभावः समासस्य अन्ते एव अस्ति खलु. अतः अत्र विशेष्यम् इति पुनः अत्र विशेष्यम् इति वदनेन अत्र समासस्य अन्ते यः सम्बन्धः अस्ति तस्मिन् विषये वदामः, अथवा समासस्य बहिः सम्बन्धः तस्मिन् विषये वदामः? न न, तत्र विशेषणम् उपरि विशेषणं नृपोक्त, अधोभागे विशेषणमस्ति वृक्ष इव तुङ्गवृक्षतुङ्गः. उभयत्र यत्र विशेषणमस्ति तत्र नृपेण उक्त, नाम नृपोक्ता का कथा, तुङ्ग वृक्षतुङ्गः कः पुरुषः, तत्र भेदः कः? इत्युक्ते समासात् बहिः यः सम्बन्धः अस्ति, समस्तपदं विशेष्यम् अस्ति वा विशेषणम् अस्ति वा इति प्रश्नः खलु. हा, नाम सम्पूर्णरीत्या नृपोक्त इति पदम् एकं विशेषणमस्ति, एवमेव वृक्षतुङ्ग इति पदं विशेषणमस्ति. अस्तु अस्तु. हा, इति अस्ति. तर्हि नाम उभयत्र कामधार्यसमासः अस्ति चेदपि विशेषणं भवितुमर्हति, विशेषं भवितुमर्हति. अपि च तत्पुरुषसमासः अस्ति चेदपि तत्र कुत्रचित् विशेषणमस्ति, कुत्रचित् विशेष्यमस्ति. अर्थं दृष्ट्वा अवगन्तुं शक्नुमः. पुनः यदि तत्पुरुषसमासे उत्तरपदं तान्त्रूपम् अस्ति, तर्हि अत्र सङ्केतः कश्चन अस्ति यत् प्रायः विशेषणमस्ति. पुनः तत्र कमदारीसमासप्रसङ्गे तत्र विशेषणम् उत्तरपदम् अस्ति चेत् सम्पूर्णपदमपि प्रायः विशेषणं स्यात्. अस्तु, किमिति महोदय? रजेन्द्रः वदामि. अत्र यथा वृक्षतुङ्गः अस्ति, तत्र तु तत् समस्तपदे कर्मधारे अस्ति, यथा समानविभक्तिः कृतम् अस्ति. अपि यद्यपि सः समस्तपदं विशेषणम् अस्ति, परन्तु समासे तु कर्मधारसमासः अस्ति यथा समानविभक्तम्. एवं चिन्तितुं शक्नुमः? अवश्यम्. किन्तु यद्यपि इति किमर्थं वदति भवान्? यद्यपि अत्र वृक्षतुङ्गः यथा कर्मधारसमासः अस्ति, कर्मधारसमासः तत्र समानविभक्ति कृतम् अस्ति समस्तपदे, परन्तु अस्मिन् प्रसङ्गे तत्र वृक्षतुङ्ग तत्र विशेषणं भवति यथा वाक्यसन्दर्भे पश्यामः. परन्तु इति यद्यपि परन्तु इति मया न बुद्धं किमर्थं परन्तु नाम तथा अस्ति चेत् तादृशं न भवति स्म अथवा न स्यात् इति परन्तु इति उक्त्वा न प्रायशः सम्यक्तया न वदामि. अत्र कर्मधारीसमासः अस्ति, समस्तपदे समानविभक्ति कृतम् अस्ति अस्ति. वाक्यसन्दर्भे सः विशेषणं भवतु या विशेषं भवतु तत्र भिन्ना वार्ता. आमामां हा सम्यक् सम्यक् नितरां भिन्ना वार्ता अस्ति. हा हा इदानीं बुद्धं, तत्तु सत्यं. तत्र तत्पुरुष सामान्यतत्पुरुषसमासः कर्मधारीसमासः द्वयोः मध्ये भेदः कः इति चेत् तत्र तत्पुरुषसमासस्य सामान्य तत्पुरुषसमासस्य समानविभक्तिकत्वम् एकार्थबोधकत्वं नास्ति. तत्र अवयवेषु तत्र नृप उक्त नृप वचनम् इति नृपशब्दः तत्र नृपवचन समासस्य अवयवः अस्ति. तत्र अवयवेषु इदानीं वार्ता अस्ति, समानविभक्तिकत्वं नास्ति, एकार्थबोधकत्वं नास्ति. किन्तु कर्मधारीसमासः अस्ति चेत् समानविभक्तिकत्वम् अस्ति, एकार्थबोधकत्वम् अस्ति इति एकमस्ति. द्वयोः मध्ये भेदः. इदानीम् अग्रे प्रत्येकं विशेषणं भवितुमर्हति, विशेषं भवितुमर्हति इति अन्यवार्ता पृथक्. हा हा सम्यक् सम्यक् अस्तु. किमिति अपि च अत्र भवान् उक्तवान् एव अत्र यदि उत्तरपदं विशेषणम् अस्ति तर्हि सम्पूर्णसमस्तपदं विशेषणं भवति. यदि उत्तरपदं नियतलिङ्गशब्दः अस्ति तर्हि समस्तपदं विशेष्यं भवति. हा इति सामान्यमस्ति, किन्तु बहुव्रीहिसमासः अस्ति चेत् नास्ति तथा. इदानीं तु अस्माकं विषयः कर्मधारयसमासः वा तत्पुरुषसमासः इति चेत् द्वयोः कृते. हा हा बहु सम्यक् अस्ति भवान् यद् उक्तवान् इदानीम्. अत्र उत्तरपदप्राधान्यं यत्र अस्ति, यत्र कुत्रापि उत्तरपदप्राधान्यमस्ति, अन्तिमशब्दः विशेषणमस्ति चेत् सम्पूर्णरीत्या पदं विशेषणं भविष्यति. पुनः अन्तिमपदं विशेष्यमस्ति चेत् सम्पूर्णरीत्या पदं विशेष्यं भविष्यति. उत्तरपदप्राधान्यं यत्र अस्ति. अस्तु लक्ष्मीभगिनी अग्रे. क्तान्तसहितसमस्तपदानि क्तान्तरूपं पूर्वसदस्यः चेत् प्रायः कर्मधारयः विशेष्यं च हतपुत्रः हतः पुत्रः क्षुद्रब्राह्मणः क्षुद्रो ब्राह्मणः क्षुद्रब्राह्मणो हतपुत्रं पश्यति. क्तान्तरूपं परसदस्यः चेत् प्रायः तत्पुरुषः विशेषणं च रामहत रामेण हत शिष्यपठितानि पुस्तकानि शिष्यैः पठितानि पुस्तकानि. अत्र यद्यपि समासः केवलं सुबन्तपदानां सुबन्तपदानाम् एव समास्तपदं भवति, न तु तिङन्तपदानां, परन्तु अत्र क्तान्तरूपं यद्यपि कृदन्तपदमस्ति सुबन्तपदमेव. अतः यस्मिन् कस्मिन्नपि वाक्ये वाक्ये यस्मिन् कस्मिन्नपि समस्तपदे क्तान्त रूपमस्ति चेत् तदा तत्र कः समासः अस्ति इति अवगन्तुम् अत्र नियमद्वयम् उक्तमस्ति. इत्युक्ते एकस्मिन् समस्तपदे क्तान्तरूपं पूर्वसदस्यः इत्युक्ते पूर्वपदमस्ति चेत् तदा प्रायः कर्मधारयसमासः भवति. अपि च अत्र उदाहरणं दत्तमस्ति हतपुत्रः इति समस्तपदम्. अत्र अस्मिन् पदे पूर्वपदं हत, परपदं पुत्र. अत्र हत इति पदं हन् धातोः क्तान्तरूपम्. अत्र पूर्वपदं क्तान्तरूपं इति कृत्वा अत्र हतपुत्रः इत्यस्मिन् पदे कर्मधारयसमासः अस्ति, तथा एव अत्र क्षुद्रब्राह्मणः, अत्र क्षुद्रः ब्राह्मणः इति विग्रहः, क्षम्यतां महोदय, क्रुद्धब्राह्मणः अत्र कृद् धातोः क्तान्तरूपं क्रुद्ध, अत्र क्रुद्ध इति क्तान्तरूपम्, अपि च पूर्वपदं पूर्वपदमस्ति इति कृत्वा अत्र अत्रापि क्षुद्रब्राह्मणः इति इत्यस्मिन् समस्तपदे कर्मधारयसमासः अस्ति. अत्र वाक्यमस्ति क्रुद्धब्राह्मणो हतपुत्रं पश्यति, तथा अन्यत् वाक्यम् अन्यः विषयः अस्ति, कान्तरूपं परसदस्यः चेत् प्रायः तत्पुरुषः अपि च विशेषणम्. अत्र उदाहरणत्वेन रामहत इति समस्तपदं दत्तमस्ति, अत्र प्रातिपदिकं समस्तपदस्य प्रातिपदिकं दत्तमस्ति रामहत, विशेषणमिति कृत्वा त्रिषु लिङ्गेषु तस्य रूपं भवति. अपि च हत इति क्तान्तपदं परपदम् अस्मिन् समस्तपदे, विग्रहवाक्यम् अस्ति रामेण हत इति तृतीया तत्पुरुषसमासः अस्ति. इत्युक्ते अत्र तथा एव अन्यत् उदाहरणमस्ति शिष्यपठितानि पुस्तकानि, अत्र पुस्तकानि कीदृशानि इत्युक्ते शिष्यपठितानि इत्युक्ते तत्र विग्रहवाक्यमस्ति शिष्यैः पठितानि पुस्तकानि इति, अत्र पठिता इति क्तान्तरूपम्, अपि च परपदं तथा अस्ति चेत् तत्पुरुषसमासः भवति, तत्रापि तृतीया तत्पुरुषविषसमासः. इत्युक्ते यत्र कुत्रापि समस्तपदे क्तान्तपदमस्ति चेत् तत्र कः समासः अस्ति इति अभिज्ञातुम् अस्माकं कृते एतत् विषयद्वयम् उपकरोति. आं, बहु समीचीनमस्ति. अत्र बोध्यं यत् यथा हतपुत्रः अपि च रामहतः, अत्र रामहतः इति रामहत इति तत्र रामः रामस्य मृत्युः जाता इति न अर्थः, रामेण हतः, रामेण कश्चन हतः, किन्तु रामेण हतः रावणः इति. आं, हा, समीचीनमस्ति. हा, नाम अत्र कथनस्य अर्थः एवमस्ति यत् यया रीत्या हतपुत्रः इत्युक्ते पुत्रः हतः जातः, रामहतः अथवा पुरुषहतः अथवा यत्किमपि भवतु, नाम अत्र प्रसिद्धम् उदाहरणं दत्तमस्ति, किन्तु रामहतः अथवा श्यामहतः इति अस्य अर्थः नास्ति यत् श्यामः हतः जातः इति भेदः अस्ति. तर्हि अत्र हतपुत्रः हतपुत्रशब्दे तत्र एकार्थबोधकत्वम् अस्ति, समानविभक्तिकत्वम् अस्ति. रामहतशब्दे तथा नास्ति, एकार्थबोधकत्वं नास्ति, समानविभक्तिकत्वमपि नास्ति इति शिक्षा. तर्हि कृतान्तरूपं पूर्वपदम् अस्ति वा उत्तरपदम् अस्ति वा इत्यस्य आधारेण बहु किमपि अवगच्छामः. पूर्वपदमस्ति चेत् कर्मधारयसमासः, उत्तरपदमस्ति चेत् सामान्यतत्पुरुषसमासः. अस्तु, इति विषयः. तर्हि विद्याभगिनी अग्रे. गर्भसमस्तपदानि. क्रुद्धब्राह्मणः नृपहतपुत्रं पश्यति, तत्पुरुषगर्भकर्मधारयसमासः. शिष्यपठितपुस्तकानि न कदापि पठ्यन्ते अन्यैः जनैः, तत्पुरुषगर्भकर्मधारयसमासः. समासे अन्तिमयुक्तेः स्वभावः पूर्णसमासस्य स्वभावः. बहुव्रीहिः चेत् पूर्णसमासस्य स्वभावो अपि गर्भो भवति. यथा कर्मधारय गर्भ बहुव्रीहिसमासः, बहुव्रीहौ कश्चन गर्भः सदा विद्यते. तर्हि अत्र गर्भसमस्तपदानि इत्यस्मिन् विषये दत्तमस्ति. उदाहरणमस्ति क्रुद्धब्राह्मणः नृपहतपुत्रं पश्यति. अत्र नृपहतपुत्रम् इति समस्तपदमस्ति. हतपुत्रम् इति कर्मधारयसमासः इति जानीमः. हतः पुत्रः इति हतपुत्रः. अत्र नृपेण हतपुत्रः तं पश्यति. तर्हि नृपेण हतपुत्रः इति तत्पुरुषसमासः, यतोहि हतपुत्रः पश्यति, हतपुत्रः इति यस्य प्राधान्यम् अस्ति. अतः अत्र नृपहतपुत्रम् इति कीदृशसमासः इति चेत् तत्पुरुषगर्भकर्मधारयसमासः. अनन्तरं शिष्यपठितपुस्तकानि इति समस्तपदमस्ति. तर्हि पठितानि पुस्तकानि इति कर्मधारयसमासः. अनन्तरं शिष्यैः पठितानि पुस्तकानि कर्मधारयसमासः. तस्य समस्तपदमस्ति पठितपुस्तकानि. शिष्यैः पठितपुस्तकानि इति तृतीया तत्पुरुषसमासः. तर्हि अत्र आहत्य तत्पुरुषगर्भकर्मधारयसमासः. अत्र पठितपुस्तकानि इति शब्दस्य प्राधान्यं. तर्हि तत्र आहत्य तृतीया तत्पुरुषगर्भकर्मधारयसमासः. तर्हि आहत्य तत्पुरुषसमासे अत्र समासे अन्तिमपदस्य स्वभावः एव समस्तपदस्य स्वभावस्य निर्णयं करोति. बहुव्रीहिसमासे तु पूर्णसमासस्य स्वभावः गर्भो भवति. इत्युक्ते बहुव्रीहिसमासे सर्वदा गर्भः भवति. अत्र कर्मधारयः, यथा अत्र कर्मधारयः गर्भ बहुव्रीहिसमासः इति कर्मधारयः बहुव्रीहिसमासस्य गर्भे अस्ति इति चेत् अत्र सम्पूर्णसमस्तपदम् एव पूर्णसमासस्य स्वभावः गर्भो भवति. तस्य अर्थः कः महोदय? तस्य अर्थः एवमेव अहम् उक्तवान्. वस्तुतः अयं व्यवहारः साधारणव्यवहारः नास्ति. केवलम् अहम् अत्र वक्तुम् इष्टवान् बहु पूर्वम् एतत् सर्वं विरचितं मया. अत्र वस्तुतः नास्ति तथा. नाम तत्र कर्म यथा उपरि पश्यामः. तत्र उदाहरणं मया उक्तम् उपरि. तत्र तुङ्गवृक्षः अस्तु. वृक्षः महिलायाः वृक्षः इति कृत्वा तुङ्गवृक्षा यस्याः सा इति कृत्वा तुङ्गवृक्षा गच्छति. का गच्छति? महिला, न तु वृक्षः. अस्य स्पष्टीकरणार्थं मया उक्तं यत् यत्र बहुव्रीहिसमासः अस्ति साधारणतया, यत्र बहुव्रीहिसमासः अस्ति तत्र शब्दः स्वयं तत्र तुङ्गवृक्षः कर्मधारी अपरस्मिन् अर्थे भवितुमर्हति, यत्र वृक्षार्थे अस्ति. महिला अर्थे अस्ति चेत् तत्र बहुव्रीहिः, वृक्षार्थे अस्ति चेत् कर्मधार्यः. इति कृत्वा तत्र मया लिखितमस्ति यत् सम्पूर्णपदं तत्र कर्मधार्यः आधिक्येन मूले कर्मधार्यसमासः आसीत्, अनन्तरम् अपरस्मिन् अर्थे स्वीकृतम् इति कृत्वा बहुव्रीहिसमासः जातः. इत्यस्मिन् अर्थे, इत्यस्य प्रतिपादनार्थं मया तथा लिखितमस्ति. किन्तु वस्तुतः तथा न वक्तव्यमस्ति. इत्यस्य कथनस्य अर्थः एवं यत् तादृशी परम्परा नास्ति संस्कृतभाषायां, यत् कर्मधारे गर्भ बहुव्रीहिसमासः पदद्वयम् एव अस्ति चेदपि. बुद्धं वा? आम्, पूर्वमपि अस्माभिः उक्तं यत् यत्र गर्भशब्दस्य व्यवहारः भवति तत्र शब्दत्रयम् अथवा तदधिकं भवेत्, येन पृथक्तया, सम्पूर्णरीत्या पृथक्तया अन्यः समासः गर्भः अस्ति, गर्भे अस्ति. अनन्तरं आहत्य अन्यः समासः जातः, तादृशं वक्तव्यमस्ति. अत्र केवलं स्पष्टीकरणार्थं सर्वे अवगच्छन्तु यत् बहुव्रीहिसमासः अस्ति चेत् अपरस्मिन् अर्थे कर्मधारयसमासः आधिक्येन भवितुमर्हति स्म, भवति स्म, किन्तु कर्मधारयगर्भबहुव्रीहिसमासः इति न वक्तव्यमस्ति वस्तुतः. एतत् परिवर्तयिष्यामि. अस्तु, सम्यक् अस्ति. तर्हि अग्रे गच्छेम इदानीम्. अस्तु, लीना भगिनी पठितुम् इच्छति वा अग्रे? महोदय, तर्हि यदि अत्र तुङ्गवृक्षा गच्छति इत्यस्मिन् वाक्ये, अत्र तुङ्गवृक्षा इति केवलं बहुव्रीहिसमासपदम् इति वदामः वा? इति सत्यं, हा, इति अस्ति. अत्र अत्र अत्र कर्मधारे गर्भबहुव्रीहिः इति नास्ति वस्तुतः. अस्तु अस्तु, इदानीं सम्यक् नास्ति वस्तुतः. आम्, अस्तु, अस्ति वा लीना भगिनी? आम्, पठामि. समासे पूवद्भावः यत्र सामानाधिकरण्यं विद्यते. शुद्धभाषा इति साधुरूपं, शुद्धा भाषा इति दोषाय. अग्रे पठामि वा स्पष्टीकरणं? किमर्थम् इति अत्र वच्मि. समासे पूवद्भावः सम्भवति यत्र सामानाधिकरण्यं विद्यते. समानम् अधिकरणम् इत्यस्य भावः सामानाधिकरणम् इति. नाम समासे पदद्वयम् अस्ति. चेत् तयोः समानः अधिकारः अस्ति चेत् तर्हि सामानाधिकरण्यम् अस्ति. समानः आधारः इत्यस्य कृते समानविभक्तिकत्वम् अपि अपेक्ष्यते. एकार्थबोधकत्वम् अपि अपेक्ष्यते. समासे पूवद्भावः यत्र, पूवद्भावः नाम किम् इति अहं न जानामि, किन्तु शुद्धभाषा इति समासपदम् अस्ति चेत् शुद्ध इति प्रातिपदिकम् अस्ति. अग्रे शुद्धा भाषा यत् कृतम् अस्ति तत्र शुद्धा इति प्रथमाविभक्तेः रूपमस्ति. यदा यदा वयं समस्तपदं कुर्मः तदा प्रातिपदं स्वीकुर्मः, न तु विभक्तिपदं कुर्मः. अतः शुद्धभाषा इति साधुरूपम् अस्ति, शुद्धा भाषा इति दोषयुक्तं रूपं भवति इति स्पष्टं जातम्. अत्र किञ्चित् वदामि. अत्र स्पष्टीकरणार्थं, वस्तुतः अत्र विषयः विभक्तिसम्बद्धः नास्ति. अत्र लिङ्गविशिष्टविषयः, न तु विभक्तिविशिष्टविषयः. अत्र लिङ्गम् आधारीकृत्य विषयः इदानीं प्रवर्तमानः अस्ति. पुंवद्भावः, यथा पुंलिङ्गशब्दः पुंवद्भावः, यत्र स्त्रीलिङ्गशब्दः अस्ति, किन्तु पुंवद्भावं कृत्वा तस्य स्त्रीत्वं न तिष्ठति. नाम अन्तर्निहितमस्ति किन्तु बहिः प्रकटं नास्ति. अत्र शुद्धा भाषा इति व्यस्तप्रयोगः अस्ति. इदानीम् एकवारं यदा वयं कर्मधारयसमासं कर्तुम् इच्छामः, अत्र विशेषणविशेषभावः अस्ति, समानाधिकरण्यमस्ति, समानविभक्तिकत्वम् अस्ति, एकार्थबोधकत्वम् अस्ति, एतत् सर्वम् अस्ति इति कृत्वा कर्मधारयसमासः. तदर्थं भाषा इदानीं भाषाशब्दः स्त्रीलिङ्गशब्दः. तर्हि व्यस्तप्रयोगे शुद्धा इति तत्र आकारः अपेक्षितः अस्ति. शुद्धा भाषा. किन्तु इदानीं यदि समासं कर्तुम् इच्छामः तदानीं शुद्धा भाषा इति समासः दोषायः अस्ति. यतोहि अत्र सामानादिकरणीयम् अस्ति इति कारणतः पूर्वपदस्य पुंवद्भावः भवति. बुद्धम्? हा, तर्हि इदानीं किमर्थम् अत्र इति वच्मि इति पुनः पठतु कृपया समासे. समासे पूवद्भावः सम्भवति यत्र सामानाधिकरण्यं विद्यते. अत्र सामानाधिकरणम् अस्ति अतः पूवद्भावः जातः. समानम् अधिकरणम् इत्यस्य भावः सामानाधिकरण्यम् इति. सामानाधिकरण्यम् इत्यस्य स्पष्टीकरणं कृतम् अत्र. तत्पदं कथं भवति इति स्पष्टं जातम्. अधिकरणं कथमस्ति? समानम् अस्ति. तस्य भावः नाम तस्य तद्धितं रूपं कृतम् इति मन्ये अहं. सामानाधिकरण्यम् इति सत्यं सत्यं नाम समासे पदद्वयम् अस्ति अस्ति चेत् तयोः समानः अधिकारः अस्ति चेत् तर्हि सामानाधिकरण्यम् आधारः अधिकरणम् आधारः अत्र आधारः तयोः क्षम्यतां तयोः समानः आधारः अस्ति चेत् तर्हि सामानाधिकरणं करण्यम् अस्ति. क्षम्यताम् अत्र ये पदे समासे स्तः तेषाम् आधारः समानः तदा एव सामानाधिकरण्यम् अस्ति इति स्पष्टम्. समानः आधारः इत्यस्य कृते समानविभक्तिकत्वम् अपि अपेक्षते. एकार्थबोधकत्वम् अपि अपेक्षते. पूर्वम् एव भवता उक्तम् अस्य स्पष्टीकरणं कृतं. यदा यदा समानः आधारः अस्ति तदा तदा समानविभक्त्यायाः योजनं भवति. तथा च तस्य अर्थः अपि समानम् एव. एक अर्थवाचकः अपि अस्ति इति स्पष्टं मत्कृते. बहु सम्यक् अस्ति भगिनि. तर्हि अत्र उदाहरणमस्ति खलु अत्र शुद्धाभाषा. शुद्धाभाषा अत्र शुद्धा इत्युक्ते भाषा नाम शुद्धत्वं भाषायाम् अस्ति. भाषात्वमपि भाषायाम् अस्ति. तर्हि अत्र एकार्थबोधकत्वम् अस्ति. समानविभक्तिकत्वम् अस्ति नाम शुद्धा भाषा. शुद्धा इति प्रथमाविभक्तौ, भाषा प्रथमाविभक्तौ. अत्र अपि च शुद्धा इत्युक्ते भाषा इत्युक्ते इति कृत्वा तत्र एकार्थबोधकत्वम् अस्ति. इति कृत्वा अत्र सामानाधिकरण्यम् अस्ति. यत्र सामानाधिकरणीयम् अस्ति तत्र तत्र पुंवद्भावः भवति एव. आवश्यकः नाम तत्र न करोति चेत् तत्र दोषः अस्ति समासप्रसङ्गे. अस्तु. बहु समीचीनं महोदय. समान आधार समानाधिकरणं वा समानविभक्तित्वम् एकमेव अस्ति न पदं तस्य अर्थं? समानः आधारः समानम् अधिकरणम् इति तु तत्र अर्थ समानमस्ति. किन्तु समानाविभक्तिः इति तत्र अर्थः तत्र अर्थभेदः अस्ति खलु. तत्र अर्थभेदः अस्ति किन्तु नाम यत्र द्वयोः पदयोः विभक्तिः समाना अस्ति तत्र सर्वत्र अधिकरणं समानं भवेदेव इति प्रायः नास्ति. वाक्यप्रसङ्गे तत्र कुत्रचित् पश्येम यत्र तथा नास्ति. कर्मधारय समासे द्वयोः विभक्ति त्वं यदि अधिकरणं भवति विभक्ति इति अधिकरणम् अत्र यथा मया उक्तं पूर्वं सुन्दरः बालकः. अत्र अधिकरणमस्ति बालकः. सौन्दर्यं बालके, बालकत्वं बालके इति कृत्वा तत्र यत्र अर्थः समानः, एकार्थबोधकत्वं यत्र अस्ति तत्र समानीकरणीयम् इति वक्तुं शक्नुमः. अस्तु अस्तु सुगमनम तत्र अग्रे कृपया. उत्तम. हा महोदय. अपि च महोदय, ययोः पदयोः मध्ये कर्मधारे समासः जातः, तयोः मध्ये विशेषणविशेष्यभावः अस्ति इति अपि स्वीकर्तुं शक्यते वा? विशेषणपूर्वपद कर्मधारयः इति एकः प्रकारः अस्ति खलु. अत्र यथा मेघः इव श्यामः मेघश्यामः, नरः व्याघ्रः इव इति नरव्याघ्रः. अत्र सर्वत्र नाम विशेषणपूर्वपद कर्मधारयसमासः इति एकविधः अस्ति. सुन्दरः बालकः, सुन्दरबालकः. अस्तु, किमर्थं मया पृष्टमिति चेत् अत्र शुद्धभाषा इति अस्ति. इदानीं भाषा इति स्त्रीलिङ्गे अस्ति, अतः वयं चिन्तयामः तत्र शुद्धा इति अपि स्त्रीलिङ्गे इति भवेत्. तत्र अनयोः मध्ये विशेषणविशेषभावः अस्ति, किन्तु तादृशं मास्तु, पुंवद्भावः भवत्येव इति अत्र उक्तम्. आम्, आम्, कामधारीयसमासः आधिक्येन तथा अस्ति. अत्र कर्मधारीसमासे यतोहि समानाधिकरणीयमस्ति, तत्र पुंवद्भावः भवति. इदानीं किन्तु सर्वत्र विशेषणपूर्वकर्मधारीसमासः इति नास्ति. इति नास्ति वा? उदाहरणं मनसि अस्ति वा इदानीम्? आम्रः इति वृक्षः. अत्र आम्र इति विशेषणं नास्ति खलु, आम्रपदम्. आम्रवृक्षः इति आम्रवृक्षः इति अस्ति. आम्रः इति वृक्षः, आम्रवृक्षः, आम्रः इति वृक्षस्य नाम संज्ञा अस्ति. आम्, तत्र वृक्षविशेषः आम्रवृक्षः. आम्र इति वृक्षविशेषः. आम्, आम्. अस्तु महोदय. उत्तमा योगः बालिका, उत्तमबालिका. अस्मिन् उदाहरणे समानविभक्तिकत्वम् अपि अस्ति, एकार्थबोधकत्वम् अपि अस्ति. नाम द्वौ अपि शब्दौ प्रथमान्तौ स्तः, अतः तयोः समानविभक्तिकत्वं, तथा च द्वयोः अपि अर्थः सा बालिका, अतः एकार्थबोधकत्वम् अपि अस्ति. समानविभक्तिकत्वम् अपि अस्ति, एकार्थबोधकत्वम् अपि अस्ति, अतः सामानाधिकरण्यम् अस्ति. सामानाधिकरण्यम् अस्ति, अतः पुंवद्भावः सम्भवति इति नियमः. इदानीम् अन्यद् उदाहरणं दत्तमस्ति. उत्तमा बालिका इति, उत्तमा इति स्त्रीलिङ्गपदमस्ति, बालिका इत्यपि स्त्रीलिङ्गपदमस्ति. पदद्वयमपि प्रथमाविभक्तौ स्तः, पदद्वयं प्रथमाविभक्तौ अस्ति इति कृत्वा तयोः मध्ये समानविभक्तिकत्वम् अस्ति, अपि च एकार्थबोधकत्वम् अस्ति. तत्र एकार्थबोधकत्वं कुत्र अस्ति इत्युक्ते बालिकायाम् अस्ति. बालिकायां बालिकात्वम् अस्ति, अपि च सा एव उत्तमा, उत्तमता अस्ति इति कृत्वा तत्र एकार्थबोधकत्वमपि अस्ति इति कृत्वा इदानीं तत्र समानविभक्तिकत्वम् अस्माकं नियमः अस्ति. समानविभक्तिकत्वम् अपि च एकार्थबोधकत्वं यत्र भवति तत्र पुंवद्भावः सम्भवति इति. अतः उत्तमा योगः बालिका इत्यत्र समस्तपदं भवति, उत्तमबालिका न तु उत्तमा बालिका. अत्र उत्तमा इति स्त्रीलिङ्गपदस्य पुंवद्भावः जातः, उत्तम इति. इति अस्ति. हा, अस्तु, समीचीनमस्ति. तर्हि सरलभगिनी अग्रे, अनन्तरं समापयामः. समासे यत्र समानाधिकरण्यं तत्र तत्र स्त्रीलिङ्गे पुंवद्भावः भवति. तर्हि समानाधिकरण्यं केषु समासेषु प्राप्यते? कर्मधारयसमासे, बहुव्रीहिसमासे च, अन्यत्र न. उदाहरणं रामकृष्णौ इति द्वन्द्वसमासः, अत्र समानविभक्तित्वम् अस्ति किल, रामः च कृष्णः च रामकृष्णौ, रामः अपि प्रथमान्तं कृष्ण अपि प्रथमान्तं, किन्तु रामः रामं बोधयति, कृष्णः कृष्णं बोधयति, समानाधिकरणीयम् इत्युक्ते समानविभक्तित्वम् एव न, एकार्थबोधकत्वम् अपि आवश्यकं, रामकृष्णौ इति पदे एकार्थबोधकत्वं नास्ति, अतः समानाधिकरणीयं नास्ति, अतः स्त्रियां द्वन्द्वसमासः अस्ति चेत् समानविभक्तित्वं भवेत्, किन्तु समानाधिकरणं नास्ति, अतः पोवद्भावः न भवति लीलासीते इति। शुद्धभाषा इति पदे समानाधिकरणम् अस्ति, अतः पोवद्भावः। इदानीं स्पष्टीकरणम् अस्ति, समानाधिकरणम् अपि एकार्थबोधकत्वं समानविभक्तित्वं, तयोः मध्ये किं भेदः अस्ति। यत्र यत्र समानाधिकरणम् अस्ति तत्र तत्र स्त्रीलिङ्गे पुवद्भावः भवति, यथा उपरि उदाहरणम् अस्ति शुद्धा भाषा उत्तमा बालिका, ते द्वयो विग्रहवाक्यम् अस्ति, उत्तमा बालिका तस्य स्त्रीलिङ्गे अस्ति, किन्तु समस्तपदे भवति उत्तम बालिका शुद्धभाषा, तत्र स्त्रीलिङ्गस्य पुवद्भावः समस्तपदे आगच्छति। अत्र तत्र समानाधिकरणं भवति, बालिका इति समानाधिकरणम् अस्ति उत्तमा उत्तमशब्दस्य, भाषा अधिकरणम् अस्ति उत्तम शुद्धशब्दस्य शुद्धपदे इति प्रति। तर्हि समानाधिकरणं केषु समासेषु प्राप्यते? इदानीं वयं दृष्टवन्तः कर्मधारयसमासे यदि समानाधिकरणम् अस्ति उत्तमबालिका शुद्धभाषा, तत्र समानाधिकरणम् अस्ति अपि एकविभक्तित्वम् अपि अस्ति, किन्तु अपि बहुव्रीहि समासे अपि तत् यथा भवान् उक्तवन्तः तुङ्ग वृक्षा गच्छति, तत्रापि समानाधिकरणम् अस्ति, किन्तु एते द्वे उदाहरणे वयं समानाधिकरणं दृष्टवन्तः। एका समानविभक्तित्वं वयं द्वन्द्वसमासे अपि पश्यामः, यथा रामकृष्णः रामश्च कृष्णश्च रामकृष्णौ गच्छतः, तत्र समाना विभक्तित्वम् अस्ति किन्तु समानाधिकरणत्वं न अस्ति, कारणं कि रामः रामम् अस्ति कृष्णः कृष्णम् अस्ति, द्वौ भिन्नौ पुरुषौ स्तः, तेषां समानाधिकरण नास्ति, अतः अपि एकार्थबोधत्वम् अपि नास्ति, अतः द्वन्द्वसमासे समानाधिकरणं नास्ति, एकार्थबोधकत्वमपि नास्ति, अतः पुवद्भावः तत्र न आगच्छति। पुवद्भावः स्त्रीलिङ्ग सीताश्च राधाश्च गच्छतः, सीता राधे गच्छत, अत्र सीता राधे गच्छतः, तत्र पुमद्भावः महोदय तत्र अहं न कथम् आगच्छति। अस्तु, सम्यक् एव, बहु समीचीनं भवती अवगतवती, बहु सम्यक् अस्ति। लीलासीते सीता राधे इति तत्र नितरां न भवति, तत्र स्त्रीत्व प्रत्ययः यः अस्ति सः तु तिष्ठति एव नित्यं द्वन्द्वसमासे। किन्तु शुद्धा भाषा अत्र समानाधिकरणीयमस्ति इति कृत्वा शुद्धभाषा, किन्तु लीलासीते इति भेदः। उभयत्र समानविभक्तिकत्वम् अस्ति किन्तु उभयत्र एकार्थबोधकत्वं नास्ति इति कृत्वा रूपभेदः। अस्तु, बहु सम्यक् अस्ति। तर्हि अत्र समयः जातः, कोऽपि प्रश्नः वा? एतत् करपत्रम् अत्र राधाकृष्ण चेत् अत्र पुंवद्भावं न भवति किल? राधा नाम द्वन्द्वसमासः अस्ति वा? राधाकृष्ण राधा च कृष्णः च राधाकृष्णौ राधाकृष्णौ तत्र पूर्वभावः न भवति यतोहि एकार्थबोधकत्वं नास्ति राधा राधा अस्ति कृष्णः कृष्णः अस्ति इति मम प्रश्नः महोदय यदि कृष्ण च राधा च शब्दक्रमस्य आधारेण द्वन्द्वसमासे लिङ्गं निर्धार्यते अन्तिमशब्दस्य रीत्या तत्र राधे इति अस्ति अन्तिमशब्दस्य लिङ्गं दृष्ट्वा सम्पूर्णद्वन्द्वसमासस्य लिङ्गं निश्चीयते अस्तु अस्तु तर्हि धन्यवादः सर्वेषां नमस्कारः धन्यवादः धन्यवादः महोदय नमस्कारः